अस्तु महोदय, अस्तु तर्हि यङ्लुगन्तधातूनां सारधातुकलकारेषु तिङन्तरूपाणि इति गते सप्ताहे करपत्रम् आरब्धं, किन्तु वयं तु न कृतवन्तः इति कृत्वा आकारान्तदातव किञ्चित् चिन्तनम् एव कृत्वा वयम् अग्रे सरेम. आकारान्तदातवः ये सन्ति, उदाहरणार्थं वा इति अस्ति सामान्य आकारान्तदातवः, वा अस्ति वा इति भवति. ऐकारान्तानाम् एजन्तानामपि आकारान्तत्वं प्राप्नुवन्ति ते दातवः अपि इति कृत्वा ते सर्वे आकारान्ताः भवन्ति आदेशोपदेशे अशीति इत्यनेन. अस्तु तर्हि तादृश आकारान्तानां तु हलादिपित्सु कार्यं किमपि नास्ति इति महोदय न लिखितम्. अजादिपित्सु केवलं सन्धिकार्यं, हलादिपित्स् तु अत्र किं भवति आ इति अस्ति अनन्तरं तः इति अस्ति. अत्र किम् अस्ति ईहल्यगोः इति महोदयेन दत्तमस्ति. ईहल्यगोः इत्यस्य कार्यं किम् इति पश्यामः चेत् अत्र किमर्थम् ईहल्यगोः इत्यस्य प्रसक्तिः अस्ति इत्युक्ते अभ्यस्तसंज्ञकः अस्ति अस्माकं यङ्लुगन्तदातवः इति कृत्वा, यङ्लुगन्तदातवः इति कृत्वा अभ्यस्तसंज्ञकस्य अङ्गस्य स्थाने ईकारादेशः भवति किति ङिति हलादि सर्वधातुके प्रत्यये परे. उदाहरणार्थं पश्यामः चेत् कुत्र एतादृशं वयं कृतवन्तः इहल्यगोः इति, श्ना धातूनां कृते वयं कृतवन्तः खलु. श्ना इत्यपि अत्र अनुवृत्तिः आगच्छति. अस्तु गृह्णाति गृह्णीतः इति भवति श्ना प्रत्ययान्ताम् अङ्गानां समानकार्यमस्ति अत्रापि. अनन्तरम् अजादि अपित्सु तु श्नाभ्यस्त्यो रातः इति, पुनः श्नाभ्यस्त इत्यत् श्नाभ्यस्त्यो रातः इति सामान्यं कार्यम्, अनन्तरं तस्य अपवादत्वेन ईहल्यगोः इति आगच्छति. तर्हि सामान्यकार्यमस्ति श्नाभ्यस्त्यो रातः, श्ना प्रत्यान्ताम् अङ्गानाम् अनन्तरम् अभ्यस्तसंज्ञकानाम् अङ्गस्य आकारस्य लोपः भवति निति सारधातुके इति अस्ति अत्र तु. किन्तु साक्षात् अजादि एव तत्र कार्यं भवति. किमर्थम् इत्युक्ते हलादि अस्ति चेत् ईहल्यगोः इति कार्यं करोति, निरवकाशं भवति इति कृत्वा अपवादत्वेन फलं भवति. तर्हि अजादिपिस्तु केवलं श्नाभ्यस्त्यो रातः इत्यनेन किं भवति अत्र वावायोगः अस्ति वावति. अत्रापि पश्यामः चेत् गृह्णायोगः अन्ति गृह्णन्ति इति भवति खलु, समानकार्यमस्ति. गृह्णीतः इति ईहल्यगोः इत्यनेन भवति, अत्रापि ईहल्यगोः इत्यनेन वावीतः इति रूपम्. अनन्तरं यत्र उः इति अस्माकं भवति उस् प्रत्ययान्तम् अस्ति, प्रत्ययः अस्ति चेत् उस्य पदान्ताः इत्यनेन पररूपादेशः भवति इति स्मर्तव्यम्. अवायोगः उः अवुः इति. अनन्तरं गुसंज्ञकानां तु गोसोरेद्धावभ्यासलोपश्यति सूत्रेण अत्र तु ईहल्य अत्र तु गुसंज्ञकधातूनां किं भवति तस्य तु लोपः एव भवति ईहल्यगोः इत्यस्य प्रतिः न भवति इति खलु. ओ क्षम्यताम्, अभ्यासस्य लोपः भवति अनेन सूत्रेण, किन्तु ईहल् अगोः इति सूत्रे अगोः इति दत्तमस्ति इति कृत्वा गुसंज्ञकानाम् ईहल्यगोः इत्यस्य प्रसक्तिः प्राप्तिः न भवति इति. अस्तु तर्हि दादायोगः तः इत्यस्मिन् केवलं अत्र किं भवति तत्र चिन्तनम् अस्ति. क्षम्यतां, दधायोगः अत्र अति इति अस्ति चेत् किं भवति, ओ क्षम्यतां, वसारु ए धावभाव अभ्यासलोपशयति हौ परे एव कार्यं, हि परे एव, तर्हि हि देहि इति कार्यं भवति. वयं तु एतत् कृतवन्तः गते सप्ताहे. जा इत्यस्य अपि, जा इत्यस्य तु अत्र सम्प्रसारणं भवति इति दृष्टवन्तः. अनन्तरं यत्र अपित्सु अजादि अपित्सु एरनेका च असंयोगपूर्वस्य इत्यनेन यदि असंयोगपूर्वकः अस्ति चेत् एण्णादेशः भवति इति वा, आम, जाजा इति असंयोगपूर्वक पूर्वः नास्ति खलु तत्र सम्प्रसारणं भूत्वा असंयोगपूर्वः भवति तदनन्तरम् एरेन च काचो इति तथा भवति अनन्तरं सामान्य एकारान्तरमपि समानकार्यं संयोगपूर्व इकारान्तः इति अस्माभिः अद्य आरभ्य अद्य पठनीयं खलु ततः आरभ्य चक्री क्रीडातु आरभ्य अस्तु पुष्प सरला भगिनी वक्तुमिच्छति वा भगिनी अत्र इकारान्तनं चिन्तनम् आहत्य सामान्य इकारान्तनम् अनन्तरं संयोगपूर्व इकारान्तनम् अनन्तरं पठामः तर्हि सामान्य इकारान्तनं वदति वा भगिनि सामान्य इकारान्त इकारान्त यदि दातुमस्ति तत्र पठामि वा जस्ट् यथा अत्र उदाहरणानि सन्ति अत्र उदाहरणानि सन्ति नि नेनि भि बेबि जि जे जि चि चि चि अत्र संयङो एनमि द्वित्वं भूत्वा तदनन्तरं यङो यङो लुकोनि विशेषकार्यं भवति अभ्यासकारस्य गुणं भूत्वा नेनि बेबि इति यत्र बेबि अस्ति तत्र अभ्यासचर्च अपि कार्यं करोति तत्र यत्र अत्र सो हलादि पित्सु सार्वधातुक आर्धधातुकयो अनेन कार्यं गुणं भवति सो ने नेति भवति अजादि पित्सु सार्वधातुक आर्धकयो अनेन गुणं भूत्वा तदनन्तरम् एचो वया याव इति सूत्रेण अव अय आदेशः भवति हलादि पित्सु सार्वधातुकम् अपित्सि कोऽपि कार्यं नास्ति केवलं वर्णमेलनम् अस्ति अजादि अपित्सु एरनेकाचो अयो असंयोगपूर्वस्य इत्यनेन कार्यं भवति प्रथमम् इको यनचि प्रभाद्य स्नास्याभ्यस्य कार्यं प्रभाद्य एरनेकाचो अत्सयोगपूर्वस्य तस्य कार्यं भवति सो यदि जुसि तस्य प्रथमपुरुष बहुवचने लङ्लकारे जुसि च तस्य कार्यं भवति तत्र गुणः भवति गुणः भूत्वा तदनन्तरं एचो वयाय तस्य कार्यं भवति इति आगच्छति यदि एकं धातुं स्वीकृत्य सर्वे रूपाणि वदामि भगिनि पञ्चनिमेषेषु प्रायः लटि केवलं लटिरूपाणि वदतु अस्तु ने यत्र यत्र अस्ति तत्र ने ने ने नेति सार्वधातुकार्धकयोनेन भवति ने नेति इति यत्र अस्ति तत्र ने नयति इति भवति कारणकि तत्र एचो वया वा आगच्छति ने नीतः यत्र अति अस्ति तत्र एरनेकाचो यणस् भवति सो अत्र भवति ने ने नयति इति तत्र ने नयति भवति सि अत्र ने ने ने अत्र अग्रे पित् अस्ति सो ने ने योगसि तत्र आदेशप्रत्ययो अपि कार्यं करोति सो ने नेषि यत्र ईषि अस्ति तत्र ने ने ने न ईषि भवति ने नीथः ने नीथ ने नेमि ने न ईमि ने नीवः ने नीमः इति भवति नूतनकार्यमस्ति लङ्लकारे अनेने अनेन युः इति भवति तत् लङ्लकारे जुसि च अनेन भगिनि भगिनि श्रूयते क्षम्यतां भगिनि म्यूट् मध्ये श्रूयते भगिनि लङ्लकारे नूतनकार्यम् इति उक्तवती किल किं उहु अस्ति जुसि च इति सूत्रेण उहु इति अपित् अस्ति अजादि अपित् अस्ति किन्तु जुसि च इति सूत्रेण गुण भवति तत्र कितिङिति प्रभाद्य गुणकार्यं भवति सो नेनीति नेने योग उः नेनयुः इति भवति अनेनयुः क्षम्यताम् अडागमपि अस्ति अनेन धन्यवादः भगिनि तर्हि अद्यतनपाठं पठामः भगिनी अरुणा भगिनी पठति वा भगिनि संयोगपूर्वाः इकारान्ताः संयोगपूर्वः पूर्वाः इकारान्ताः इकारान्तः च धातवः क्रीधातु चेक्रि इति रूपं संज्ञोवितसूत्रेण युक्तं भवति क्रीक्रि कुहोश्चुः इति सूत्रेण चकाराग क्षम्यता क्रीक्रि तदनन्तरं हल्लादिशेष इत्येन का एव अवशिष्यते तदनन्तरं किं गुणं भवति केन सूत्रेण भगिन्यः की स्थाने चकार आगच्छति कोह्चुः इति सूत्रेण गुणकार्यं भवति किं भगिनि संयोगो चेक्रि धातु चेक्रि लट्लकाररूपं भगिनि चेक्रि योगति अत्र पठित्वा भगिनि अत्र कार्याणि एकवारम् उक्त्वा तदनन्तरं तदेव नेनि इति धातोः यथा तथा अत्र कार्यं सामान्यं समानम् एकं कार्यं वर्जयित्वा तदेकं भिन्नं कार्यमिदम् अजादिषु अपित्सु गुणनिषेधः तदा इयङ् आदेशः अचिष्टुधातु ब्रुवां युवोर्याङ्गो इत्येन चेक्रि युव अति चेक्रि अति चिक्रियति सूत्रं पठामि भगिनि अचिष्टुधातु अस्माकं सामान्यं सूत्रमासीत् कोयणचि तत्प्रभाद्य किं भवति यत्र यत्र उकारान्तधातवः सन्ति तत्र तु अचिष्णुध्रुवां क्षम्यताम् अचिष्णुधातुभ्रुवां युवरोङ्गौ इति सूत्रेण इयङादेशः भवति स्म भवति सामान्यतया किन्तु असंयोगपूर्वः अस्ति चेत् तत्र पुनः तदपि पुनः प्रभाद्य एरानेकाचो इति भवति तर्हि सामान्य इकारान्तानां तादृशम् इकोर्णचि प्रभाद्य अतिष्णुधातुभ्रुवां युवरङ्गो प्रभाद्य अनन्तरम् एरनेकाचो असंयोगपूर्वस्य इत्यस्य कार्यं यत्र विशिष्टधातुः यत्र असंयोगपूर्वः नास्ति चेत् किं भवति इकोर्णचि प्रभाद्य केवलम् अतिष्णुधातु धन्यवादः चेक्रि योगः अति गुणः भवति चेक्रेति चेक्रि योगः इति अत्रापि गुणः भवति चेक्रयीति चेक्रयीति चेक्रीतः चेक्रीत न तमि चेक्रीति चेक्रि योगः अति अत्र केवलम् इकोवणे भगिनि अत्र चेक्रियतः इत्यस्मिन् किं कार्यम् आसीत् भगिनि मारयति वा कुत्र भगिनि तः इति द्विवचने चेक्रि अत्र गुणः न भवति चेक्रि केवलं चेक्रितः चेक्रि एव अति चेक् क्रयति अत्र एव इको एणचि प्रभाद्य अचिष्णुधातु ब्रुवाङ् अत्रापि अचिष्णुधातु ब्रुवाङ् युव इयङ् आदेशः भवति चेक्रियति तदनन्तरं चेक्रीषि आदेशप्रत्ययोः चेक्रेषि आदेशप्रत्ययोः शकार चेक्रयीषि चेक्रीतः चेक्रीतः चेक्रीतः चेक्रि चेक्रे चेक्रयामि भगिनि अग्रे मि तावदेव खलु, एकारः भवति पुनः भवति तदनन्तरं मि इति वर्णमेलनमेव. चक्रेमि चक्रेमि चक्री योग ईमि न चक्री योगः ईमि इत्यस्य एचोयवायावः इति चक्रीमि चक्रयीमि चक्रीवः चक्रीमः केवलं वर्णमेलनं. धन्यवादः मणिमहोदय. लोट्लकारस्य रूपाणि वक्तुम् इच्छति वा महोदय? क्षम्यतां महोदय. लोट्लकारे चेक्रे तु अत्र चेक्रे तु चेक्रयी तु चेक्रीताम् अतु अस्य अत्र संयोहमस्ति धातुमध्ये, अतः अचिष्णु धातु ब्रूयोर्वङ्गौ इति सूत्रं कार्यं करोति. चेक्र इति चेक्र यत् चेक्रियति इति यत् चेक्रियतु चेक्रियतु चेक्रयितु ऐ आदेशः भवति खलु. महोदय अत्र अतिष्णु धातु ब्रह्म अतु इति मध्ये अहं ओ अतु इत्यस्य वदति वा? क्षम्यतां महोदय. इयङ् इति चक्रियतु. धन्यवादः. चक्रीः चक्रीतात् चक्रीतं चक्रीत अनन्तरं मुङ्ग आणि आवात्रं चेक्रयाणि चक्रयाव चक्रयाम इति. धन्यवादः महोदय. पुष्पा भगिनी लङ्लकार वक्तुम् इच्छति वा? आं भगिनि, अदागमः आगच्छति. अच्चे एकनिमिष भगिनि. खादति वा भगिनि? इदानीं I want to see the forms before I say it because I don't want to say the wrong one. I keep forgetting this form. So it's still, unfortunately. Langlakare, akre, ache kreti, kret, ache kret, ache kreit, चेक्रयीत् अचेक्रीताम् अचेक्रियुः. अत्र उः इत्यस्य किम् अचेक्रुः अचेक्रुः अचेक्रुः किम् अस्ति भगिनि? गुणः भवति खलु भगिनि. अत्र तु एकोयवयावः कार्यं कृत्वा अत्र अचेक्रेः विसर्गः आगच्छति. अचेक्रेः अचेकृतम् अचेकृत अचेक्रे अचेक्रेयं क्रीत इति अस्माकं धातोः धातोः इकारः वा इकारः वा अस्ति? इकारः अस्ति, दीर्घ इकारः अस्ति खलु. क्रे धातुः चक्री अचेक्रीतम् अचेक्रीत अचेक्रियम् अचेक्रीव किं भवति अचेक्रयम् अचेक्रयम् सम्यक् अचेक्रयम् ऐ ऐ अचेक्रयम् अचेक्रीव अचेक्रीम धन्यवादः भगिनि. विलिङ्गं वदामि किं भगिनि? भगिनि अस्तु. अचेक्रियात् अचेक्रियाताम् अचेक्रियुः अचेक्रियाः अचेक्रियातम् आवश्यकं खलु केवलं तदेव सर्वे समये चेक्रियात् चेक्रियातां चेक्रियुः चेक्रियाः चेक्रियुः इत्यस्मिन् तत्र गुणकार्यं न भवति. किमर्थं साक्षात् जूसि परे नास्ति इति चेक्रियुः चेक्रियाः चेक्रियातां यातं चेक्रियात चेक्रियाम चेक्रियाव चेक्रियां चेक्रियाव चेक्रियाम. धन्यवादः. नमस्कारः भगिनी. पुनः सरला भगिन्याः कर्तमः खलु. उकारान्तः इति उक्तरूपाणि अपि वदति वा भगिनि अत्र किं लिखितमस्ति इति उक्त्वा? अस्तु. चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पयानि तत्र कृतवन्तः. उकारान्ता ऊकारान्त च धातवः भू भो भू पू पो पू लु लो लु. अत्र भू यङ् विधानं भवति तदनन्तरं यङ् लुकि संयङ्गोनने भू भू भवति अभ्यासे चर्चनने भू भू भवति तदनन्तरं गुणो यङ्लुको अनन्य भो भू भवति तथैव समानकार्यं पोपु लोलु इति आगच्छति. हलादि पित्सु गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन भो भू योगति भो भोति. अजादि पित्सु गुणः सार्वधातुक अर्धधातुकयोः अच् आदेश अव आदेश एचो वयाव अनने भो भू योग इति भो भो योग इति भो भव भो भव योग इति भो भवीति. हलादि अपित्सु गुणनिषेध सार्वधातुकम् अपत् कितिङिति च भो भू योगतः भो भूतः. अजादि अपित्सु गुणनिषेध तदा ओवङ् आदेश अतिष्णु धातु ब्रुवां युवो युवङौ इत्यनेन भो भू योग अति भो भूव योग अति भो भुवति. अजादि अपित् प्रत्ययक्षेत्रे विशेष उस् प्रत्यय परे जुसि च इत्यनेन अजादौ जुसि परे इङन्त अङ्गस्य गुणः भवति अभो भू योग उः अभो भो उः अभो भव योग उः अभो भव उः. सो इदानीं रूपाणि वद भो भू योग लट् लकारे भवति भो भोति भो भ भो भवीति भो भूतः भो भूयोग अति तत्र भवति एवम् आग्रेशः भो भुवति भवति तत्र अचिष्णु धातु अनेन भो भो भो भोषि अत्रापि आदेशप्रत्ययो कार्यं करोति करोति. भो भविषि भो भो भूतः भो भूथ भो भूमि भो भवीमि भो भो भो भूवः भो भूमः इति भवति लट्लकारे. बहु धन्यवादः भगिनि. अग्रे अरुणा भगिनी लोट्लकारस्य रूपाणि करोति. धातु अङ्गमस्ति भो भू भो भू लोट्लकरे तु पित् अस्ति गुणप्रथम गुणः भवति सार्वधातुकार्धधातुक भो भो तु भो भो तु इतु इयङ् आदेशः भवति चेत् संयोगः नास्ति भगिनि ततः एक गुणकार्यं भवति खलु. यत्र गुणकार्यं भवति तत्र तु इयङ् आदेशः न भवति कितिङ् इति परे एव इयङ् आदेशः. ओके. भो भो भवी भवीतु. भो भवीतु. भो भो भूतात् भो भूतां भो भू अतु अस्ति अत्र ओङ्गादेशः भवति खलु. तर्हि भो भूवतु इति अत्र उवङ्ग् आदेशः भगिनि. उवङ्ग् आदेशः अत्र उवङ्ग् आदेशः केवलं संयोग अस्ति एव, अत्र संयोगः नास्ति न भगिनि. केवलं सन्धि आम् ऊकारस्य स्थाने ओकार. ओके ओके. भो भुवत् भो भवतु भूवतु उवङ्ग् खलु. उव इति आदेशः भवति. ऊकारस्थने स्तस्व उकारः भवति, अनन्तरं वकारः अपि आगच्छति. तदनन्तरं गुणकार्यं नास्ति हि ता तत्र. भो भू हि भो भूतात् भो भूतं भो भूत आनि भो भू. ओके गुणः भवति भो भो भो प्लस् आनि भो भो भवानि भो भवाव भो भाव मा. महोदय लङ्लकारे अडागमः भो भू धातु अभोभूत् अभोभवीत् अनन्तरं अभोभूताम् अत्र चिष्णुधातुगृहं कार्यं करोति. उः मध्ये अभू अभो भू अबो बहुः अनन्तरम् अबो बोह अबो बवीः अबो भूतं सकारस्य किं भवति एकवचने अत्र इस् इति प्रत्ययः अबो बोह अबोभोः. अस्तु महोदय अनन्तरम् अबो बवीः अबो भूतम् अबो भूत अनन्तरम् अबो भवम् अबू अबो भूवः सारि क्षमितम् अबो भूव अबो भूम इति विधिलिङ्गपि वक्तुं शक्यते. विधिलिङ्ग् अपि विधिलिङ्ग् मध्ये किमपि कार्यं नास्ति, मेलनमेव. भोभूयात् भोभूयातां भोभूयुः भोभूयाः भोभूयातं भोभूयात भोभूयां भोभूयाव भोभूयाम. महोदय अत्र एकः प्रश्नः अस्ति, विधिलिङ्ग् मध्ये गुणकार्यं नास्ति इति उक्तवती, अत्र यकारः अस्ति अतः गुणं न भवति. उषिच्युषि इति अपि उक्तम् आसीत् खलु, स्मरति वा महोदय? तस्मिन् चर्चा अपि अचि जुसि अत्र जुसि नास्ति इति कृत्वा वयं तथा न कुर्मः. अत्र यकारः या इति अस्ति, अत्र अकारः अस्ति किल, या योगः अकारः वा तु नास्ति एव. यकारः अनन्तरम् उकारः अस्ति, अनन्तरं विसर्गः अस्ति, जुस् सकारः अस्ति, जुस् इत्यस्य सकारः. यकारः व्यञ्जनं वा? आम् यकारः व्यञ्जनमस्ति. धन्यवादः. अग्रे कस्य क्रमः आसीत्? पुष्पभगिन्यः अस्ति. पुष्पभगिनी अग्रिमधातोः लटीरूपं वदति वा भगिनि? एकनिमिष भगिनि. कोऽपि अन्य कोऽपि? ओ अस्तु भगिनि, निश्चयेन भगिनि. सरला भगिनी लटीरूपम् उक्तवती खलु, अहं वदामि तर्हि, नो चेत् सर्वेषां किञ्चित् मिश्रणं भवति तथा एव. तर्हि पू धातोः पोपू भवति. तर्हि पोपू इति अङ्गम् अत्र पोपूयोगः इति गुणकार्यं भूत्वा पोपोति, पोपवीति, पोपूतः पोपु योगः अति इत्यस्मिन् उवङ्गादेशः इति कृत्वा पोपूवति पोपोषि भवति पोपोषि पोपवीषि पोपूतः पोपूथ पोपोमि पोपवीमि पोपूवः पोपूमः इति सरला भगिनी लोट्लकारम् उक्तवती वा इतः पूर्वम् अस्ति खलु वदति वा भगिनि क्षम्यतां सरला भगिनि क्षम्यतां म्यूट् मे वदन्ति आसम् पोपो तु पोपवीतु पोपूतात् पोपूतां पोपुवतु अत्र उवङ्गादेश पोपूहि पोपूतात् पोपूतं पोपूत पोपवानि पोपवाव पोपवाम धन्यवादः भगिनि अरुणा भगिनी लङ्लकारविधि लिङ्लकारं करोति अधाकम् आगच्छति पोति अपोपोत् अपोपोत् अपो अपो पयेत् पयेत् भगिनि पयेत् बकारः अपि आगच्छति खलु अपोपयेत् अपोपयेत् पवीत् बकारः भगिनि पौ इति भवति औ इति आदेशः पवीत् तदनन्तरं अपो अपोपूतां लङ्दकारे उः अस्ति चेत् दुषि चैतसूत्रेण गुणः भवति अपो पो उः अपो पवुः अपोपुः खलु ह्रस्वकारः भवति अपोपुः भगिनि अत्र अपोपु इत्यस्य अन्तिम ऊकारस्य स्थाने उव इति आगच्छति अनन्तरम् अकिम् इति योजयामः अपोपवुः सम्यक् धन्यवादः अपोपवुः अपोपवुः क्षम्यताम् क्षम्यताम् अहं तु लोट्लकारं पश्यामि पश्यन्ती अस्मि अपोपवुः इति अपोपवुः अपो अपो पोः अपो अपो पवी पवीः अपो पूतम् अपो पूतं पूत अपो अपो पवं भगिनि अपो पवम् अपो पव अपो अपो अपपूव अपो अपोपूव अपो पूम अपो क्षम्यतां पोपूयात् पोपूयातां पोपूयुः पोपूयाः पोपूयातं पोपूयात पोपूयां पोपूयाव पोपूयाम धन्यवादः मणिमहोदय अग्रिमदातुः लट्लकाररूपाणि करोति वा नूतनदातु वा लोलु महोदय लोलु अत्र गुणकार्यं भवति लोलोति लोलोति लोलवीति अनन्तरं लोलुतः लोलु त्रयो लोलु भवीति भवति लोलुवति लो लुवति आम् आं महोदय क्षम्यतां लो लुवति भगिनि लो लवति लुवति लुवति भगिनि उवाङ्ग् इति आदेशः भवति. ओ अस्तु अस्तु महोदय, अत्र दीर्घ लु अस्ति परन्तु अत्र ह्रस्वः भवति, लुवति एव. लुवति एव. पुष्पा भगिनी सम्यक्तया उक्तवती. अनन्तरं लो लोषि लो लविषि लो लुतः लो लुत लो लोमि लो लवीमि लो लुवः लो लुमः. धन्यवादः. भवानेव सम्यक् उक्तवान् महोदय, साधु एव उक्तवान् आसीत्. पुष्पा भगिनी उक्तवती अति अत्र महोदय न महोदय त्वं वद. उक्तवती पो पवति इति उक्तवती महोदय सम्यक् एव. पूवति उवङ्ग् उवङ्ग् अहं करोमि भगिनि. अस्तु करोत् तत्र क्रमः आगच्छत् भगिनी. इतः पूर्वं लोट्लकारं कृतवती वा? आम् भवती न कृतवती. लो लो लोतु लो लवितु लो लुतात् लो लुतां लो लुवतु लो लो नाट् लो लो लो लुहि लो लुतात् लो लुतं लो लुत लो लवानि लो लवाव लो लुवाव नो लो लवाव लो लवाव लो लवानि लो लवाव लो लवाम. धन्यवादः, बहु धन्यवादः भगिनि. अग्रे सरला भगिन्याः क्रमः अस्ति खलु. आं भगिनि, धातु भवति अलो लु अस्ति इदानीं. सो अलो अलोलोत् अलोलवीत् अलोलुता अलोलु अलोलुवुः ओलवुः कारण कि तद् अत्र गुणः भवति अलोलवुः. अलो अलोलोः अलोलोवीः अलोलु अलोलवीः अलोलवीः अलोलुतम् अलोलुत अलोलवम् अलोलुव अलोलुम. धन्यवादः भगिनि. अरुणा भगिनि, ओ अस्तु भगिनि एव कोऽपि कार्यं न भवति, केवलं वर्णमेलनं भवति. लोलुयात् लोलुयातं लोलुयः लोलुयाः लोलुयात लोलुयां लोलुयाव लोलुयाम. धन्यवादः भगिनि. अरुणा भगिनी, ऋकारान्तदातवः. ओके, ऋकारान्तः दातवः चक्रु चरिक्रु चरीक्रु हलादिपित्सु गुणः. ओके, इतः करपत्रात् एव पठतु भगिनि. आं भगिनि, आं भगिनि. हलादिपित्सु गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन चक्रुति चर्कति कर्ति चर्कर्ति चर्कर्ति अजादिपित्सु गुणः सार्वधातुक अर्धधातुकयोः चर्क्रु प्लस् इति चर्करीति अलादि अपित्सु गुणनिषेधः सार्वधातुकमपि किन्निति च चक्रुतः चक्रुतः अजादि अपित्सु गुणनिषेधः तदा येन आदेशः इको एनचि. अत्र किमर्थं कृष्ण धातु ब्रुवाङ्ग् इत्यस्य कार्यमस्ति वा? एरनेका चोदयति अत्र रु इस् रु ऋकारान्ते अङ्गानि ततः अतिष्णदातु न कार्यं करोति. अदादपिश गुणनिषेधः तदा येन आदेशः इको एनचि इत्यनेन चक्रु अति चक्रति चक्रति अजादि अपित् प्रत्यय क्षेत्रे विशेषकार्यमस्ति. उस् प्रत्ययपरे जुषि च इत्यनेन अजादौ जुषि परे इगन्त अङ्गस्य गुणः भवति. अचर्क्रुः अचर्क्रुयुगुः अचर्करुः इकोवणचितं जानीमः. रूपाणि चक्रु धातु भगिनि, चक्रु चक्रु योगति चर्कर्ति चर्कर्ति भगिनि इति चर् चर् करीति चर्करीति चर्करीति चर्करीति चर्करीति चक्रुतः चक्रु चक्रु प्लस् अति अत्रापि केवलं एनादेशः ऋकारस्य स्थाने रेफः रेफ चक्राति चक्राति चर्क्रति चर्क्रति या चर्क्रति चर्कर्षि अत्र आदेशप्रत्ययो इति न चर्कर्षि भवति चर्कर्षीः चर्करीषि चर्करीषि चक्रीतः चक्रीत चक्रीतः चक्रीमि चक्रामि चर्कर्मि खलु चर्कर्मि चक्र चक्रावः चक्रवः चक्रवः चर्कृवः चर्कृ धन्यवादः. पुष्पा भगिनि लोक्लकारम् अस्ति वा भगिनि भवत्याः क्रमः खलु अग्रे क्षम्यता मणिमहोदयस्य क्रमः मणिमहोदय अस्तु महोदय. धातु चर्कृ शर्कत्सु शर्करीतु शर्कृत्वात् शर्कृताम् अत्र अतु अस्ति शर्क्रतु शर्करिः शर्कृतात् शर्कृतं शकृत शर्कराणि शर्कराव शर्कराम. धन्यवादः धन्यवादः. पुष्पा भगिनी लङ्लकारम् अस्ति पुष्पा भगिनी म्यूटेड् अस्ति शब्दं नास्ति न अस्ति भगिनि अचकृत् एकं किं भवति अचकृत् अचकर् प्लस् अचकृत् भवति इत्युक्ते हल्न्याभ्यो दीर्घात् अचकर् इति यत्र गुणकार्यं भवति तदनन्तरम् इति अकृत एकल् प्रत्ययः अस्ति खलु इति कृत्वा हल्न्याभ्यो दीर्घात् अपृक्ति स्तुति सकारस्य लोपः भवति रेपः अस्ति खलु तर्हि रेपसि किं भवति विसर्गः अचर्क्रः क्षम्यतांसर्जनीयः इति भवति खलु विसर्गः आगच्छति तर्हि अचर्कः इति अचर्कः अचर्क अचर्कृताम् अचर्करीत् गुणकार्यम् अचर्करीत् अचर् अचकृताम् अच नास्ति न ताम् ताम् अस्ति ताम् ताम् उः अचकृः अचर्करुः अरुः रुः आगच्छति अचर्करुः अचर्क तदपि विसर्गः एव तु अचर् अचर्कः अचर्कः अचर्करः न अचर्कः इति रेफस्य एव रेफस्य एव विसर्ग एव अस्तु अचर्कः द्वे अपि समानः अचर्कः अचर्कसि सम्यक् सम्यक् न अचर्करीः अचर्कृथां तं अचकृतम् अचकृता अचकृ अत्र आनीवान आनीयावामन न अव अम वाम अस्तु अचर्कृतं तद् अपित्तस्ति न अपित्तस्ति न अपित्तस्ति अचर् अं तु अचर्क्रूरं अचर्करम् अचर्करम् अचर्करं न कु अचर्करम् अचर्करम् अचर्क्रवा अचर्कुर् क्रुवा अचर्कृ कृ कृ अचर्क्रुवा अचर्क्रुवा रकारः रेफः अपि आगच्छति रकारः तिष्ठति किमपि कार्यं नास्ति गुणकार्यं न भवति खलु अपि ऋकारः अत्र अर् अर् आगच्छति अचर् न भगिनि ओ न न नास्ति नास्ति नास्ति अत्र अचक् अचक्र एकनिमिषं किम् अस्ति अचक्र चक्र न तदेव तदेव तदेव अचक्रुव अचक्रुम अस्तु विधिलिङ्गे अचक्रुयात् अचक्रुयाताम् अचक्रुयात् भगिनि सर्वे समयं करोमि सर्वे समयम् अस्तु चर्क्रुयातां चर्क्रुयात चर्क्रुया वा न न न क्यां किं करोमि अय्यय्यै क्षम्यतां क्षम्यतां ऐ डोण्ट् हाव् इट् इन् मै हेड् चर्क्रुयात् चर्क्रुयातां चर्क्रुयुः चर्क्रुयाः चर्क्रुयातं चर्क्रुयात चर्क्रुयां चर्क्रुयाव चर्क्रुयाम अत्र लङ्लकारे प्रथमपुरुषे एकवचने अर्चकर् इति वदामः अत्र लोपः भवति इति उक्तवती किल महोदय एव सोपानं वदतु महोदय अचकृ पुष्प भगिनि म्यूट् भवति वा भगिनि भवान् एव वदतु महोदय अचक्र योगः इत् इति अस्ति अचकर् इत् इति अस्ति तथा किं भवति अपृक्त हल् हल् अचकर् इति हलन्तम् अस्ति हज्ञाव्यो सुतीसि अपृक्तं हल् इति सूत्रमस्ति खलु रेफात् परं यत् तकारः अस्ति तस्य लोपः भवति कुत्रचित् जलं दृश्यते इति अपि वदामः चेत् कुत्र अपि भवति अत्र तु अपृक्त हल् वर्णः अस्ति इति कृत्वा केवलं लोपः भवति जलं दृश्यन्ते कदा भवति इत्युक्ते केवलम् इति तिष्ठति चेत् उदाहरणार्थम् अनेनीत् इति अस्ति अनेनेत् इति अस्ति खलु तत्र तु वयं जलां छन्दे इति कृत्वा अनेनेद् अनेनेत् इति क्षम्य अनेनेत् अनेनेत् इति रूपद्वयं भवति तत्र दकारस्य तादृशस्य तु भवति. अत्र तु इर् अस्ति अनन्तरम् इत् अपि अस्ति खलु. यदि तिष्ठति चेत् तस्य रूपद्वयं भवति जलान्तिष्ठन्ति इत्यनेन. अधुना तु लोपः भवति. आं महोदय, अजादि अस्ति चेत् जलान्तिष्ठन्ते कार्यं करोति. अजन्तम् अस्ति चेत्, अजन्तम् अङ्गमस्ति चेत्. अस्तु अस्तु, धन्यवादः महोदय. अनन्तम् अङ्गमस्ति इति कृत्वा तकारस्य लोपः भवति. अनन्तरं किं भवति अचकर् इत्यस्मिन्? अचर्कः करवसानि ओर् विसर्जनीयः इति विसर्गः भवति, अतः अचर्कः इति रूपम्. आं महोदय, समीचीनं, धन्यवादः. वदामि वा अन्य अपि? भवतः क्रमः नास्ति खलु? कस्य? पुष्पा भगिनी? नास्ति, मम नास्ति. आमां, सरला भगिन्याः क्रमः खलु. अस्तु, इदानीं नूतन कुर्मः वा? चरिक्र समान एव भवति. आम्, समानम् अस्ति. कुर्मः वा? मम एकः प्रश्नः अस्ति, यदि चर्क्र चरिक्र इति वृत्तश्च अनेन भवति वा ऋगो यग्लुको इति अस्ति? सूत्रं वृत्तश्च उरश्च वृत्तश्च कथं रूपम् आगच्छति? कृ धातु कृ तदनन्तरं आदि अभ्यासच कुहोचूवनने च चृक्र हलादिशेषन रेफस्य लोप भवति. गुणो यङ्लुको इनने चर्क्र हलादिशेषन रेफस्य लोप चर्क्र इति वा भवति? प्रथमसोपाने केवलं चर्क्र इति एव किम् अस्ति. अनन्तरं उरण्ड्रपरः इति रेपः अपि चर्क्र इति भवति. अधुना किम् अस्ति इत्युक्ते ऋतश इति सूत्रेण किम् अस्ति? ऋत इति अत्र तु गुणकार्यम् आगमः भवति. आगमः भवति. आं भगिनि, अत्र तु उरण्ड्रपरः प्रभाद्य अत्र ऋतस्य कार्यं करोति भगिनि. किमर्थम् इत्युक्ते रेफादेशः अनेन सूत्रेण एव भवति खलु. रेफद्वयस्य कार्यं नास्ति खलु. तर्हि उरत् इति एव उरत् इति उरण्ड्रपणः इति प्रभाद्य अत्र ऋतस्य इति भवति इति मन्ये. अस्तु, विशिष्टं कार्यम् इति कृत्वा ऋतस्य भवति. अस्तु, तर्हि ऋक् ऋक् रीक् इति आगमः भवन्ति. ऋक् रीक् आगम. अस्तु, तर्हि चरिक्र इति सेवन्ति वा? चरिक्र करो. अस्तु, समानम् अस्ति कर्तव्यं. समानम् अस्ति. वर्गे महोदय द्वितीय जरीय कृतवान् भरेति. तर्हि जरिहृ करोतु भगिनि. जरिहृ. अस्तु, जरिहृ योग ऋक् आगमः. ऋक् आगमस्य करोतु. ह्रस्व इकारः. ह्रस्व इकार जरिहृ. जरिहृ. अस्तु, जरिहृ जरिहर्ति जरिहरीति जरिहृतः. उच्चारणं झरि इति भवति. जरिहृतः जरिहरति साधु यङ् केवलं एको यणचि भवति. जरिहृति जरिहृति जरिहृति रेफ अपि को अस्ति तत्र. सो जरिहृषि जरिहरिषि जरिहृथ जरिहृथ जरिहर्मि जरिहरिमि जरिहरिमि हरिमि जरिहृव जरिहृमः. लोट्लकार भगिनि. ओके, जरि हर् जरिहृ योगः तु जरि गुण भवति, जरिहर् तु जरि हर्तु, जरिहर् जरिहरितु, जरिहृतां, जरि जरिहरियत् हरत् जरिहरति. अत्र किं भवति, उकारस्य स्थाने रेपः आगच्छति, तर्हि किं रूपम्? कुत्र भगिनि? ऋकारस्य स्थाने रेपः भवति खलु, यणादेशः भवति, इको यणचैत्यनेन अतु इति अस्मिन् अतु यणचि. आं भगिनि, जरि हृ योगः अतु, पुनः करोतु भगिनि. जरि हृ अतु इको यणचि हर् भवति भगिनि. हर् नास्ति, हर् हर् इति गुणकार्यम् अस्ति खलु, अर् इति अस्ति चेत् गुणकार्यम् अस्ति खलु, केवलं रेपः, अकारः नास्ति, केवलं रेपः आगच्छति. ओ ओ, जरि हरुतु, हृति हृति इति, जरि हृति, इह रति, ओके, जरि इर आति इति, जरि हृति इति भवति. गुणकार्यस्य यणादेशस्य भेदः किम् अस्ति? यत्र गुणकार्यं भवति, ऋकारस्य स्थाने अकारः आगच्छति, तदनन्तरं उदूरन् रपहर इत्यनेन उपरः इत्यनेन रेपः, तर्हि अर् इति रूपं प्राप्नुमः. ऋकारस्य रूपम् अस्ति अर् इति. ऋकारस्य यण्णादेशरूपं किम् अस्ति? केवलं रेपः एव नास्ति. ओके, क्रतु जरि हृतु, जरि हृतु, जरि जरि हृत् जरि हृत् हृहि, जरि हृतात्, जरि हृतं, जरि हृत, जरि हुराणि, जरिहराणि, जरि जरि जरि हरावः भगिनि, जरिहराव, समीचीनं, जरिहराव, जरिहराम, धन्यवादः. पुष्प भगिनि, लङ्लकारस्य किं वदामि भगिनि? लङ्लकाररूप किं किं धातु किं? जरिहृ, जरिहृ, जरिहृ, जरिहृ. ऐ एम् लुकिङ्ग् अट् द ऋतश्च अण्ड् ऋग्रिकोल् च लुङ्गि, तदेव मम पार्श्वे नास्ति. एकनिमिष, ऐम् गोण् ओपन् इट् अप्. लङ् रूपं न लङ् जरिहृ, अजरि अजरि एकनिमिष, ऐ एम् गोण् गो टु दाट् अण्ड् देन् ऐल् टाक् बिकास् ऐ डोण्ट् वाण्ट् टु मेक् मिस्टेक्. एकनिमिष, ऐल् गेट् टु दट् बिकास् ऐ वास् सीन् द प्रीवियस् यङ्ग् लुक् बिकास् ऐ वाण्टेड् टु सी द रिङ्ग् रिक् रिक् ऋतु यद्दातो तद् सूत्राणि सन्ति न, तदेव दृष्टम्. एकनिमिष, एकनिमिष, I was just you know, refreshing myself about that, because we always forget, you know, we don't remember those things. Okay, jarihret, jarihrayit, jarihrutam, sopanam vadatu. जरिहृ योगः इत् अजरिहृ ईत् यकारः आगच्छति. प्रथमं तत् करोतु, अजरिहृ योगः ईत् इत्यस्य सोपानं करोतु. अजरिहृ ईति न हरि अचरि अचरि अजरिहरीति भगिनी किं करोति भगिनि, अजरि हृ इति अस्ति खलु, अजरि हृ अस्ति, तस्य सोपनं करोतु इत् इत्यस्मिन्, तत्र भिन्नकार्यम् अस्ति खलु, हर् इति हर् अर्थ केवलं तु केवलं तु अत्र क्षम्यतां तत् तकारः लोपः भवति, लोपः भवति, गुणकार्यं भवति तदनन्तरं लोपः भवति, गुणकार्यं तदनन्तरं लोपः भवति, अजरि भवति सोपानं वदतु, सोपानं तु उरन्ध्रपदः परे करविसर्जनीयो विसर्जनीयः, सम्यक् सम्यक्, प्रथमं गुणकार्यं भूत्वा किं भवति रूपम् इति अर् आगच्छति, ऋकारस्य अर् आगच्छति, हर् इति भवति, अजरि हर् इति अजरि हर् अजरि हर् आम् अजरि हर् योगः तु अत्र तकारस्य लोपः भवति, केन सूत्रेण तकारस्य लोपः, हल्याभ्यो दीर्घात् अपृक्त हल् इति सूत्रेण, परे ईत् अस्ति, न न हृ अजर् अजरि ऋकारः रेफः विसर्गः आगच्छति, कर्मसार्जनीयोः विसर्जनीयः इति सूत्रेण विसर्गः आगच्छति, करि अक अजर् अजरि अज अजरे न अजरे अजरे किमर्थम् अजरि इति रूपमस्ति खलु, अजरि अजरि ऋकारस्य एव गुणकार्यम् ईत् अत्र अजरि हरीत् अजरि हरीत् अजरि ताम् अजरि हरुः अजरि सम्यक् एव समान एव विसर्गः आगच्छति, चकारस्य लोपः भवति, अजरि अजरि हः न अजरि हः अजरि अजरि हरिः अजरि अजरि हृतम् अजरि हृता अजरि हृयं न अजरि हरं हरम् अजरि हरम् अजरि हृव अजरि हृम जहर् जरि हृयात् जरि हृयातां जरि हृयुः जरि हृयाः जरि हृयातुं जरि हृयात जरि हृयां जरि हृयाव जरि श्रूया जरि हृयाम धन्यवादः. अग्रे कस्य क्रमः अस्ति पुनः मणिमहोदयस्य क्रमः, ओ मणिमहोदयम् अहं विस्मृतवती लङ्लकारस्य कृते, अस्तु महोदय भवान् खलु महोदय जरीहृति दीर्घैकारः समानं रूपम् अस्ति, तर्हि जरीगृ इत्यस्य मान् मा कुर्मः, अग्रिम बरीब्रु इति कुर्मः भगिनी, भगिनी प्रथमं जरि जर् हृ इति धातु हृ अस्ति, धातु किम् अस्ति तत्र हृ उपदेशकधातु हृ आं भगिनि हृ धातु ज केन सूत्रेण भवति जकार जकार जकार इति अभ्यासचर्चा तदनन्तरम् अभ्यासे चर्चा अस्तु, धन्यवादः महोदय. बरीब्रु दीर्घैकारः बरीब्रु बरीवृत्तः बरीव्रति bari barshi bari barishi bari brutah bari brinta bari barmi bari barimi bari brutah bari barimi aam mohade shamita aam satyam aam bari barimi धातु बरि बरि बरि बरि बरि ब्रुवः बरि ब्रुमः धन्यवादाः महोदय सरलवागि लोट्लकार लोट्लकार भगिनी अहं लङ्लकार करोमि कारणी पुष्पा भगिनी लोट्लकारं करोति वा अहं करोमि भगिनि बरि तु इतु ता ता मातु बरि बरि बर्तु बरि बरीतु बरि ब्रूतात् बरि ब्रूतां बरि बरि बर्तु अत्र चिन्तयतु भगिनि पुनः सोपानं वदतु भगिनि बरिबृत् दातु तु इति पित् अस्ति ततः गुण भवति बरि अतु इति अस्ति ओके अहं बरि रेफ मत् एव आगच्छति बरिबृत्तु समीचीनं बरिबृत्तु बरिबृतुः बरिबृतु बरिबृतु बरि बरि ब्रूहि बरि ब्रूतात् बरि ब्रूतं बरि ब्रूत बरि ब्रू बरि ब्रवाणि ब्रवि बरि बरि बराणि बराणि बरि बराणि बरि बरि ब्रूव ऐम सॉरी बरि ब्र आवा बरि बराव बरि बराम समीचीनं धन्यवादः लङ्लकार डागम भवति अबरिभ्र अबरिभ्र योगत तत्र प्रथमं सार्वधातुक अर्धधातुक अनेन गुण भवति अबरिभर् योगत इदानीं हल्याङ्ग अपृक्तसंज्ञा च स्तकारस्य अपृक्तसंज्ञा भवति अबरिभ अबरिभर् इति भवति खरवसानयो विसर्जनीयानेन अबरिभः इति भवति अजादि अपृत्यस्य अस्ति तत्र अबरिभरित् भवति अबरिभृताम् इदानीम् अबरिभृ योग उः अत्र इको यणचि कार्यं करोति अबरिभ्रतु इति भवति अबरिभ्रुः साधु अबरि सकार मध्यम समानकार्यं यथा प्रथमपुरुषे एकवचने सो अबरि अबरिभः अबरिभरिः अबरि अब अबरिभृतम् अबरि भृत अबरिभरम् अबरिभ्रुव अबरिभ्रम विधिलिङ्गमपि करोतु विधिलिङ्ग बरिभ्रयात् बरिभ्रियातां बरिभ्रियुः बरिभ्रियाः बरिभ्रियातं बरिभ्रियात् बरिभ्रियां बरिभ्रियाव बरिभ्रियाम अस्तु अग्रे तावत् अनोष्ट्यपूर्वऋकारान्ताः दातवः इति म्यूटेड् अस्ति महोदय भवान् आं महोदय जनद्वयं भवतः नाम आहूतवन्तः अनोष्ट्यपूर्वऋकारान्त दातवः तृ धातु धातृ जिरु जाजिरु शुरु शाश्रु तृ तृ इति द्वितं भवति संज्ञं भवति अनन्तरं अलादिशेषेन ततृ अतृ इति नास्ति महोदय, दीर्घ ऋकारः अस्ति खलु, तर्हि तद् उच्चारणं करणीयं खलु. तृ इति तातृ, दृ इति जाजृ, श्रु इति शाश्रु इति शाश्रु. आं महोदय, दातृ इति कथं भवति उरत् आगच्छति प्रथमं, तृतृ भूत्वा उरत् तदनन्तरं रेफस्य हलादिशेषणे, तदनन्तरं दीर्घो भूत्वा दीर्घो पुनः वदामि, तृतृ अत्र गुणभूत तर्तृ, अपरम् अलादिशेषेन तर्तृ, दीर्घोक्तः इत्यनेन दातृ इति रूपं भवति, तदेव जाजुरु शाश्रु इति एव. अलादिपित्सु गुणः सार्वधातुकार्धधातुकयोः इत्यनेन तातृ तातर्ति, अनन्तरम् अजादिपित्सु अपि गुणः भवति सार्वधातुकार्धधातुकयोः इत्यनेनैव तातृ योः इति तातरीति इति. हलादि अपित्सु गुणनिषेधः सार्वधातुकापित्तेन कितिनिति भवति, ऋतः ऋत इत्तादोः इति इत्यनेन इकार आदेशः, उरन्रपरः इत्यनेन रपरत्वम्, हलिच इत्यनेन अप उपदायाः उकारस्य दीर्घत्वं भवति, दातृ योः ता दातिर् ऋत इत्तादोः इत्यनेन दातिर्, अनन्तरं तः दातीर्थः अलीचेतेन दातीर् दीर्घत्वं भूत्वा दातीर्थः, अनन्तरम् अजादि अपित्सु गुणनिषेधः सार्वधातुकपित् इति ऋतो इत्तादोः इत्यनेन इकारस्य वरण्डपरः इत्यनेन अपरत्वं, दातृ योः अति दातिर् योः अति दातिरति. अत्र अलि नास्ति अधः अजादि एव, अतः दीर्घत्वं नास्ति, दात्री दातिरति इति. अनन्तरम् अजादि अपि प्रत्ययक्षेत्रे विशेषः उस् प्रत्यये परे जुषि च इत्यनेन अजादौ जुषि परे इगन्धसङ्गस्य गुणः भवति, अदातृ योः उः अदातर् योः उः अदातरुः इति रूपं भवति. आं महोदय, गुणकार्यम् इति विशिष्टं कार्यं वा लटि न महोदय, रूपाणि तातृ धातु भवति, अतः गुणः भवति तातर्ति तातरीति तातर् तः अत्र तातरति, अत्रापि गुण न भवति अतः सार्वधातुकं कितिनिति, अनन्तरं ऋतदातोः महोदय हृदयिद्धातोः हृदयिद्धातोः ह्रस्वैकारः भवति, पुरन्द्रपरः अपि भवति, दातिरति सम्यक् महोदय. अनन्तरं दातर्षि दातरीषि दातरी दातरी दातरीतः अलिच इत्यनेन तातीर्थः इति तातीर्थः, ऋकारस्य स्थाने ईकारः भवति खलु, तर्हि तात् ऋकारस्य स्थाने ईकारः, तर्हि तातीर् अत दीर्घः अलिच इत्यनेन दीर्घः अपि भवति खलु, ऋकारः ईकारः भूत्वा अनन्तरं दीर्घः अपि भवति, तर्हि ताती इति भवति तातीर्थः तातीर्थः तातीर्थ, अनन्तरं तातर्मि तातरीमि तातरी तातीर् तातीर् तातीर्वः तातीर्मः. धन्यवादः. धन्यवादः महोदय. अग्रे कस्य क्रमः आसीत्? अधुना पुष्पा. पुष्पा भगिनी, भगिनी वदति वा भगिनि. पुष्पा भगिनी अस्ति वा भगिनि? लोट्लकारस्य रूपं म्यूटेड् अस्ति भगिनि. बहु सः शब्दमस्ति चेत् वदतु. किं किं छात्र छात्री न तातृ तु तातर् तु तातर्तु तातरीतु तातर्ताम् ऋकारस्य अधुना ईकारः आगच्छति. ह्रस्वैकारः भूत्वा अनन्तरं दीर्घैकारः तातीर्तात् न तातीरतात् न तातीर्तात् तातीर्तात् अत्र ऋकारः आगच्छति, रेफः आगच्छति. रेफः अस्ति न अस्ति तत्तु उरण्ड्रपरः इति. अत्र तु उरण्ड्रपरः इत्यनेन आगच्छति. प्रथमं तु इकारः भवति ऋकारस्य स्थाने ह्रस्वैकारः, अनन्तरम् उरण्ड्रपरः अपि आगच्छति, तदनन्तरं ह्रस्वैकारस्य अपि दीर्घैकारः भवति. तातीर्तात् तातीर्तात् तातीर्तां तातीर् अतु इत्यस्य तातीरतु ताती नास्ति दीर्घ कहलिश इति तातिरतु तातिरतु तातिरतु तातिरतु तातीर्हि तातीर्हि तातीर्हि तातीर्हि नास्ति ईहि इति किमपि नास्ति खलु प्रत्ययः. हि तातं त इति एव अस्ति. अस्तु हि ईहि नास्ति. क्षम्यतां क्षम्यताम्. ऐ स्पोक् द सेम् वे द अदर् टैम् आल्सो दट् यु डिड् से इति. एनिवे तातीर्तात् तातीर्ध्वम् तातीर्थं क्षम्यतां क्षम्यतां द्वं कुत्र आगच्छति? नास्ति भगिनि, तत्र तु आत्मनेपदीनामेव भवति. आत्मनेपदीनामेव अस्तु. तं क्षम्यतां क्षम्यतां. ऐ एम् नाट् लुकिङ्ग् एट् इट् दट्स् वै. तातीरमि तातीराणि न त्राणि आणि आव तातीराणि तातीराव तातीराणि. अत्र तु अपित् अस्ति खलु तातराणि तातराणि तातराव तातराम तातराणि तातराणि तातराणि तातराणि तातराव तातराव तातराणि. अत्र ईकरः नास्ति तत्र पित् अस्ति पित् अस्ति. अस्तु भगिनि क्षम्यतां क्षम्यतां सम्यक् न एकम् ऐ एम् नाट् म्यूटेड् ओके सो अहं करिष्यामि. पुष्पा भगिनी वदति वा भवत्याः क्रमः खलु भगिनी अस्ति वा? शमितं सरला भगिनी म्यूटेड् अस्ति भगिनी. अतात्र योगत पुनः हल्याङ्गदीगात तकारस्य लोपः भवति अतातः इति भवति अतातरीत् अत्र अतातरीताम् अतातरिः साधु अतातरिः नो न जुसि जुसि भवति अत्र भगिनि तां परे तु अतातीर्ताम् इति एव अस्ति तरीतां प्रथमं ऋदत् इदानीम् अतातर् भवति साधु अतातिर् धातु आगच्छति खलु अताति अनन्तरम् इत्यनेन अतातिर् भवति अनन्तरं हलिचैत्येन अतातीर्भवति अतातीर्ताम् उः तत्र पुनः गुणः भवति अतातरुः तत्र सकारः अस्ति तत्र पुनः लोप अतातरीः अत्र अतातरीतं न भगिनि अतातरीतं नास्ति भगिनि पुनः चिन्तयतु पुनः अतात्र तात्र योगे अतात्र तत्र ऋकारस्य स्थाने इकार अतात्र तदनन्तरं इकारस्य इकार भवति अतातीर्म समीचीनं भगिनि अरुणा भगिनी वदतु ओके भगिनि तातृयातां भगिनी हृदये दातुः इति भवति खलु किं भगिनि इति नीति प्रत्ययपरे अस्ति खलु तर्हि ऋकारस्य स्थाने इकारः भवति ओ विदिलिङ्ग् अत्र अपि ओ So, तातीर्याम धन्यवादः भगिनि धन्यवादः भगिनि विरमामः शुभदिनं शुभरात्रि